नमस्कारः. यङन्तदातवः इति करपत्रम् अनुवर्तते. ऋकारन्तधातवस्ति तेषां गृधातु अस्ति अपवादभूतधातु. तस्य महती चर्चा गतसप्ताहे जाता, कारणं कि ग्रो यङि यत् सूत्रमस्ति अनेन गृधातोः यदि रिजत् इति धातो अनेन सूत्रेण इकार आगच्छति तत् उनरपरणे गिर् भवति. यदि गिर् अस्ति तद् रेफस्य स्थाने ग्रो यङि सूत्रेण लकार आगच्छति. किन्तु ग्रो यङि सूत्रं यत् अस्ति अष्टमाध्यायस्य द्वितीयपादे अस्ति. संयङो यदि द्वितं भवति तत् अस्ति षष्ठमाध्यायस्य, साधु संयङो तस्य पूर्व सप्तसप्ताध्यायी सूत्रमस्ति. इदानीं प्रश्नः आगतः, यदि ग्रो यङि अष्टमाध्यायस्य द्वितीयपादस्य कथं तस्य कार्यं पूर्वं कृतम् अस्ति अत्र इति महोदय चिन्तितवान्. मातरं पृष्टवान्, माता उक्तवती ग्रो यङि यत् अस्ति सूत्रम् अष्टम्याध्यायस्य द्वितीयपादे तस्य कार्यं द्वितीयस्य अनन्तरं करणीयं, न तु तस्य पूर्वम् इति तस्य महोदयेन पुनः परिच्छेदः दत्तम् अस्ति अत्र, वयं पठामः तत्. कारणं कि यद् ग्रो यङि अस्ति वर्णनिमित्तकं कार्यम् अस्ति, तत्र तस्य प्रसक्ति आदौ अपि अस्ति. किन्तु यद् गृधातु यदि द्वित्वं कृत्वा यदि जे गृ इति भवति तत्र गृधातु मूलधातु नास्ति, किन्तु यत् धातोः रेफ आगच्छति तत् तत्र अस्ति. गृ यङो ग्रो यङि सूत्रमस्ति तस्य प्रसक्ति यत् गृधातोः रेफस्य उपस्थितिः यत्र अस्ति तत्र अस्ति. तत् रेफ अपि द्वितनन्तरम् अस्ति, अतः तस्य कार्यं द्वितस्य अनन्तरं करणीयं, न तु आदौ इति आगच्छति. वयं पठामः इत्युक्ते रेफस्य लक्षणं न तिष्ठति इति गुरु अस्य नास्ति, गुरुति रूपं भवति अनन्तरमेव. अनन्तरं प्रश्नः आगच्छति यदि जेगिर् भवति यदि द्वितं कृत्वा तत्र धातु मूलधातु अस्ति वा न, तत्र कार्यं करणीयं वा न इति. अपि हलि च तस्य कार्यमपि पूर्वं न करणीयम् इति, कारणं कि हलि च अपि अष्टमाध्यायस्य द्वितीयपादे अस्ति. वयं पूर्वं यत् प्रक्रिया आसीत् तत् प्रक्रिया महोदयेन न समीकृतवान्, किन्तु अधोभागे तस्य समाधानं दत्तमस्ति. तो वयं ग्रो यङि पुनः तस्मात् आरभ्य पठामः. साधु भवान् पठतु वा पठति वा कुत्र एवं सति अत्र वा एवं सति कथं वा ग्रो यङि वयं पठितवन्तः, किन्तु अहं किञ्चित् न उक्तवती, कारणं कि समाधानं नास्ति, किं विवादः जातः, चर्चा जाता. अन्य अन्यप्रश्नः इति सर्वम् अहं न स्मरामि एव. नूतनभागं महोदयेन निवेशितमस्ति अत्र अस्तु पठामः सर्वाणि तदेव ग्रोयनि महोदय ग्रोयनि तस्मात् अस्तु अस्तु ग्रोयङि गुरुधातोः रेपस्य स्थाने लकारादेशः भवति यङि पदे गुरुशब्दस्य गृ इति सस्यन्तरूपं यङि सप्तमी अन्तं द्विपदं सूत्रं कृपो रो लः इत्यस्मात् रो लः इत्यनयोः अनुवृत्तिः अनुवृत्तिसहितसूत्रं ग्रह रः लः सूत्रं वदति गुरुधातोः गृ इति रेपस्य स्थाने लकार आदेशः यङि परे इति गुरुयोः यङ् ऋतयिद्धातोः इत्यनेन ऋदन्तधातोः अङ्गस्य ह्रस्व इकारस्य इकारादेशः गीयोः य हुरण्ड्रप्रः इत्यनेन ऋकारस्य स्थाने अन् आदिष्टः चेत् सः अन् सदा रप्रः गिर्योः यः गृहयङि इत्यनेन गुरुधातोः रेपस्य स्थाने लकारादेशः भवति अङ्गीपरे अतः गिल्योः य संयङ्गोः इत्यनेन यङन्दस्य धातुरु धातुरणभ्यस्य स्यात् अणभ्यस्य प्रथम एकाचो वयवस्य द्वे स्तः गिगि इल्य जिगिल्य जेगिल्य जेगिल्यते इति लटिरूपम् अत्र ईर्का घृतयुतः इत्यनेन इकारस्य अनन्तरं उरण्ड्रप्रयत्नरेपः गिर् इति अनन्तरं गुरोयङ्गि इत्यनेन गिल् भवति द्वित्तं भवति संयङ्गो इत्यनेन अत्र हलन्तधातुः अधः सम्प्रेण अजीर्णव्यञ्जनं प्रेण सेनतेन अल्यादि अधः प्रथम एकाचि द्वितं गी गि अनन्तरं कुहोचुः अनन्तरं लट्लकार्यरूपं भवति जे गीयते इति देम्य गुरोयन्ति इत्यनेन गुरुधातोः लत्वे सति हलि च इत्यनेन उपधाय यदि पूर्वकर पूर्वकर प्रथम भवान् भवत् स्मृतं तत्र गिर्योगय उनरपर तदनन्तरं महोदयेन हली च अपि लिखितवान् इदानीं हली च इति तत्र नास्ति अत्र नास्ति वा नास्ति हलि च कुत्र न महोदयेन निष्कासितवान् किं कथं निष्कासितवान् इति निष्कासितवान् भगिनी तर्हि वदतु किं निष्कासितवान् तत्र हलि इति वा हलि च इत्यनेन दीर्घत्वम् इति किमपि आसीत् दीर्घत्वम् इति अस्ति गीर्य तदनन्तरं मम पूर्णं कृतवन्तः ह्रस्व च इति सर्वं निष्कासितवान् कारणं कि हलि च अष्टमाध्यायस्य द्वितीयपादे अस्ति तत् अस्ति अनन्तरं लकारस्य स्थाने तदेव पूर्वम् अस्ति खलु अत्र वाक्यम् अस्ति खलु अत्र लकारस्य रेफस्य वकारस्य एव कार्यम् अस्ति हलि च इति लकारस्य कार्यं न भवति एव खलु इति अस्ति किन्तु तत्र आसीत् द्रोयङि तस्य पूर्वं हलि च आं भगिनि आं भगिनि परन्तु अत्र द्वितीयस्य अनन्तरं हलि च इत्यनेन रेप नास्ति अतः सम्यक् एव अत्र रेप नास्ति अतः हलि च इत्यनेन दीर्घत्वं न भवति इति अत्र दत्तं सम्यगेव अत्र किमर्थं वयं पठामः देयं यत् गृहयङ्गि इत्यनेन गृह धातोः लतिवसति हलि च इत्यनेन उपधायाम् इक् दीर्घः न भवति यतोहि अनेन सूत्रेण रेपान्तवकारान्ताणां एवं धातूनाम् उपधा दीर्घः भवति प्रकृतौ यद्यपि गृ धातुः रेपान्तजातः तथापि सम्प्रति लकारान्त अस्ति अधः हलि च इत्यस्य प्रसक्तिः नास्ति अवचामः अत्र हलि च कार्यं न करोति इति प्रश्नः उदेति पठामि भगिनि प्रश्नः उदेति गृहयङ्गि इत्यस्य कार्यं साधितुं शक्यते. द्वितीयाभ्यासकार्य अनन्तरं येगिर्योः य इति स्थितौ नाम गुरो यङि त्रिपादिसूत्रमस्ति. त्रिपाद्यां सत्यं सर्वकार्यान्ते भवेत् इति चेत् सर्वप्रथमम् अस्माभिः चिन्तनीयं किल यत् जे गिर् इत्यस्मिन् औपदेशिकगुरुधातुः उपस्थितिः अस्ति न वा. अत्र अन्यप्रश्नः अपि अत्र गुरुधातुः इत्यस्य उपस्थितं नास्ति सम्यक् वा. अस्तु पठमेके. अत्र अन्यप्रश्नः उदेति यत् औपदेशिक आदिदेशिकधातोः विवाहः किमर्थं कृतः. एतादृशं नामकरणं विभजनञ्च किमर्थं. वस्तुतः सार्वधातुकप्रक्रियायाम् अतिरिच्य सर्वत्र औपदेशिक आदिदेशिकधातुसम्बन्धप्रक्रिया समानः. केवलम् एकस्मिन्नेव स्थले औपदेशिकधातुः पृथक्तया अवलोकनीयः. यत्र गणनिमित्तिकविकरणप्रत्ययाः विधीयन्ते. कर्तरि लट्टि लोटि लङि विधिलिङ् सतरि चाणचि च द्वादिभ्यः स्यन् दुदादिभ्यः सः स्वादिभ्यः स्नु क्रियादिभ्यः स्ना धनादिभ्यः उः इति सूत्राणि ज्ञापकानि यत् औपदेशिक आदिदेशिकधातुभ्यः अपेक्षितः. यतोहि औपदेशिकधातूनां धातुगणम् अनुसृत्य श्रेणीकरणीयं भवति. आदिदेशिकधातूनां न भवति. येषां धातूनां विकरणं न उक्तं तेषां सर्वेषां विकरणप्रत्ययः सप् एव द्वादौ अदादौ ज्योत्यादि ज्योत्यादौ चुरादौ अपि सर्वेषाम् आदिदेशिकधातूनां कृते अन्ततो गत्वा विकरणप्रत्याय एतत् सर्वं कृतं. सम्पूर्णधातुपाठः दशधातुगणम् अधिकृत्य साधितं. सम्पूर्णरीत्या विकरणप्रत्ययं कृतः कृते धातुगणनिमित्तविकरणप्रत्ययं त्यक्त्वा औपदेशिक आदिदेशिकमध्ये कोऽपि भेदः नास्ति. आहत्य यत्र धातुगणनिमित्तविकरणप्रत्ययः विधीयन्ते तत्र औपदेशिकधातवः भवन्ति. अन्यत्र अवकाशः अभावो कुत्रापि औपदेशिक नाम धातुः न भवत् अन्यत्र न भवति अन्यत्र धातु मात्रम्. अस्तु औपदेशिक आदिदेशिकधातुभागं किमर्थं कृतं नामकरणं विभञ्च किमर्थम् इति. परन्तु अत्र दत्तं सार्वधातुकप्रक्रियया अतिरिच्य औपदेशिकधातुमध्ये पृथक्तया अवलोक्यम् इति. केवलम् इत्युक्ते चेत् धातु औपदेशिकधातूनां धातुगणविकरणप्रतिनिमित्तिकं रूपं भवति कुत्रचित् द्वादिगणे तुदादिगणे स्वादिगणे क्रियादिगणे विकरणप्रत्ययः स्यन् सा उष्णु स्ना उः इति लट्टीरूपं लङ्गीरूपम् इति लिङ्गं सत्रिसानचित्येव. परन्तु आदिदेशिकधातूनाम् अत्र विकरणप्रत्ययगणनिमित्तं न कार्यं करोति. अतः अर्धधातुक अथवा आदिदेशिकधातूनां कृते सप् औपदेशिकमपि भवति आदिदेशिकमपि भवति समानम्. अतः किमपि न भेदः द्वयोः इति किमपि वक्तुम् अत्य भगिनि अहमेव तस्यैव अहं जानामि. तु कारणं यः कारणम् एकम् अस्ति प्रश्नः अस्ति गृहधातोः यदि यङ् विधानं भवति तत्र गृह मूलधातुः उपस्थितिः अस्ति वा न इति प्रश्नः इति प्रश्ने सति इति महोदय समाधानं दत्तवान् कि अत्र औपदेशिक आतिदेशकधातुया प्रक्रिया भवति तत् सार्वधातुक वा अर्धधातुकप्रक्रिया तत्र इति विभाग कार्यं भवति, न तु यत् आजधातुकप्रत्ययः अस्ति तत्र सर्वम् इति कोऽपि औपदेशकः भवे वा अतिदेशकः भवे तस्य किमपि अधिक अनुसृत्य किमपि प्रख्यायां परिवर्तनम् इति न भवति, किन्तु केवलं यत्र विकरणप्रत्ययः आगच्छति सार्वधातुकप्रत्ययप्रक्रियायाम् इति आवश्यकम् अस्ति औपदेशकधातुः द्वादिभ्य सुदादिभ्य स्वादिभ्य क्रियादिभ्य तिनादिभ्य तत्र यदि औपदेशकधातुः अस्ति तत्र भिन्नप्रक्रिया भवति एव साधु इति भव्य भगिनी किं आं भगिनि आगच्छामि भगिनि भवती इदानीं पठति वा पठामि अतः किम् उक्तवती सारांश गुरु इति उपदेशकं वा अथवा आदेशकमा इति न मन्तव्यं वा यत् अस्ति तत् आतिदेशकधातुः अस्ति तत् औपदेशकधातुः नास्ति तर्हि आमां जयगिर्या अत्र आदिदेशक औपदेशकं नास्ति अर्धभागे दत्तमस्ति तस्य अस्तु अस्तु अग्रे पठतु प्रकृतौ इति आरभ्य खलु प्रकृतौ यङन्तधातूनां निर्माणावसरः आर्धधातुकप्रक्रियाः अत्र औपदेशिकार्थधातूनां कापि आवश्यकता नास्ति यथा यतोहि यदा हि यङ् प्रत्ययः विधीयते तदा हि आदिदेशिकधातुसंज्ञा भवति नूतनधातुः जातः पुरातनश्च औपदेशिकधातुः समाप्तः तर्हि एवम् उक्तमस्ति यत्र यङ्प्रत्ययः भवत् प्रत्ययः भवति यङन्तधातूनां निर्माणसमये तु आर्धधातुकप्रक्रिया एव वयम् अनुसरामः औपदेशिकधातूनां प्रक्रिया न प्रसक्तिः एव न भवति किमर्थम् इत्युक्ते यदा तु प्रथमं तु औपदेशिकधातुः तु अस्ति औपदेशिकधातुः सत्यम् अस्ति तदनन्तरं यङ्प्रत्ययः विधीयते यत्र यत्र यत्र यत्र यङ्प्रत्ययः विधीयते अनन्तरं नूतनधातुसंज्ञा अपि भवति यं विधानं कार्यं यत्र प्रारभ्यते तत्र तु नूतनधातुसंज्ञा भवति यदा यङ्प्रत्ययः विधीयते तदा तु अस्माकं औपदेशिकधातुः इति यत् संज्ञा यत् तस्य कार्यं तु न आवश्यकमेव किमर्थम् इत्युक्ते अग्रे गत्वा यङ्प्रत्ययः विधानं जातम् इति कृत्वा यं विधानम् अधिकृत्य यत् यत् आर्धधातुककार्याणि सन्ति तानि एव अस्माभिः करणीयानि न तु औपदेशिकचिन्तनं मास्तु तदा इति न प्रसक्तिः न भवति इति उक्तमस्ति एवं सति कथं वा ग्रो यङि इत्यस्य कार्यं साधयितुं शक्यते द्वित्व अभ्यासकार्यानन्तरं जेगिर् योगः इति स्थितौ भवति कथम् इति चेत् तत्र तु गृधातुः आवश्यकता न गृधातोः आवश्यकता नास्ति आवश्यकता अस्ति गृधातोः रेपः ग्रोयङि इत्यस्य गृधातोः रेपस्य स्थाने लकारादेशो भवति इङि परे जेगिर् योगः इति स्थितौ गृधातुः नास्ति परन्तु गृधातोः रेपः तु अस्ति ग्रोयङि उपाधिसूत्रम् अस्ति इति कृत्वा गिर् य इत्यस्य ग्रोयङि संयोः इत्यनयोः युगपत् प्रसक्तिः अस्यां दशायां ग्रोयिङि इति सूत्रम् असिद्धं द्वित्व अभ्यासकार्यञ्च भवति प्रथमं तदा भूत्वा तु ग्रे जे गिर् योगः य इति भवति तदा तु वर्णकार्याणि भवन्ति तर्हि एवं च तर्हि अत्र वदामि अत्र तु किम् उक्तमस्ति अत्र तु अस्माकं तर्हि प्रश्नः अस्ति अधुना तु ग्रो यङि इति ग्रोधातोः मूल अवस्थां तत्र गृधातोः रेपः इति उक्तमस्ति तर्हि गृधातुः आवश्यकं वा इति प्रश्नः अस्ति अधुना तु जेगिर् इति धातुः अस्ति खलु जेगिर् योगः य इति धातुः अस्ति जेगिर् इति धातुः तदा तु गृधातुः तु नास्ति साक्षात् गृधातुः नास्ति तर्हि कथं वा कार्यं भवति ग्रोयिङ्ग् इत्यस्य कार्यम् इति प्रश्ने सति, ग्रोयिङ्ग् इत्यस्य का अपेक्षा अस्ति सूत्रस्य इत्युक्ते केवलं गृ धातोः रेफस्य अपेक्षा वर्तते, न तु साक्षात् गृ धातोः इत्यतः अत्र तु वर्णनिमित्तिकं कार्यमस्ति, अङ्गनिमित्तिकं कार्यं नास्ति, केवलं तत् वर्णस्य अपेक्षा वर्तते रेपः इति, गृधातोः रेपः इति वर्णस्य अपेक्षा वर्तते। तत् यद्यपि अधुना औपदेशिकधातुं समाप्य आतिदेशिकधातुः वयं प्राप्नुमः, तदा तु अधुनापि गृ इति धातोः यद्मूले यद्धातुः आसीत् तस्य रेपः तु अस्ति एव, वर्णः तु अस्ति इति कृत्वा अत्र तु वर्णनिमित्तिकं कार्यं ग्रोयिङि इति कार्यं त्रिपादिसूत्रमस्ति, वर्णनिमित्तिकमस्ति, तस्य कार्यं तु सम्भवति एव। तर्हि इमि परे अस्य कार्यं भूत्वा वयं प्राप्नुमः जे, तर्हि किं भवति जे गिर् गिल्यति इति भवति, किन्तु जे गिल्यते इति, किन्तु तस्मात् पूर्वं प्रश्नः अस्ति, द्वितीयप्रश्नः अत्र महोदय स्थापितवान्, ग्रोयिङि संयोगोः युगपत् प्रसक्तिः भवति, तर्हि किं कार्यं प्रथमं भवति इति प्रश्ने सति, ग्रोयिङि इति अष्टमाध्यायस्य द्वितीयपादस्य सूत्रम् अस्ति इति कृत्वा असिद्धं भवति संयोगोः सूत्रं प्रति, वर्णनिमित्तिकं कार्यं वर्णादङ्गम्बलीयः इति अनेन अपि भवति, तर्हि वक्तुं शक्यते। तर्हि संयोगोः इत्येव पूर्वं भवति, तत्सर्वं भूत्वा अधुनापि रेपः अस्ति गृधातोः, रेपः तु अस्ति, वर्णः अस्ति अधुनापि इति कृत्वा ग्रोयिङि इत्यस्य कार्यं भूत्वा वयं तत्र रूपं वयं साधयामः, जे गिल्यते इति रूपं साधयामः। अत्र एकमपि वाक्यमस्ति, एवं च द्वित्वसामान्यद्वित्वभ्यासकार्यानन्तरं त्रिपाद्यां स्थितसूत्राणां वर्णकार्यं भवति, ग्रोयिङि अपि तथा हली च अपि तथा, यत्किमपि भवतु हली च वा भवतु ग्रोयिङि, एतानि अष्टमाध्यस्य द्वितीयपादस्य ये कार्याणि सन्ति ते सर्वे तु द्वित्वकार्यस्य अनन्तरमेव भवति, न तु पूर्वं, किन्तु अत्र तु ग्रोयिङ् इत्यस्य प्रसक्तिः अस्ति, हली च इत्यस्य प्रसक्तिः नास्ति इति पूर्वमेव महोदयेन उक्तं, किमर्थम् इत्युक्ते हली च इत्यस्य अपेक्षा वर्तते वकारः रेपः इति, अत्र तु वकारः अपि नास्ति रेपः अपि नास्ति, किमर्थम् इत्युक्ते किमस्ति पूर्वसूत्रमस्ति खलु, अत्र ग्रोयिङ् इति पूर्वसूत्रमस्ति, तस्य कार्यं प्रथमं भूत्वा किम् अस्ति रेपस्य स्थाने लकारः आदेशः भूतः, अधुना हलीच इति तु तस्य कार्यम् असिद्धं भवति खलु, हलीच इत्यस्य कार्यं तत्तु प्रसक्तिः न भवति, हलीच इति तु प्रथमं कार्यसिद्धं भवति इति कृत्वा न भवति, यदि ग्रोयिङि इति कार्यं प्रथमं भवति चेत् अधुना प्रसक्तिः एव नास्ति, हलीच प्रसक्तिः प्राप्तिः न भवति इति कृत्वा जगील्यते इति भवति, जेगील् इति दीर्घः न भवति, हलीच स्पष्टं साधु किं महोदय वक्तुमिच्छति? आम् स्पष्टं भगिनि, परन्तु हली च अत्र दत्तवान् तत् सम्यक् नास्ति इति, तत् सेण्टेन्स् ऐ थाट् सेण्टेन्स् वास् नाट् करेक्ट् इति उक्तवती इति, न इट् वास् देयर् बिफोर् गतसप्ताहे यत् अस्ति तत्र हली च कार्यं महोदयेन प्रदिष्ट निर्देशितवान्, प्रथमं जे गिर् यदि गिर् योग य अस्ति तत्र हली च गीर्य इति कृतवान्, न अत्रापि पूर्वमपि हली च न कार्यं करोति इति एव पठितवन्तः, भवति तदनन्तरं साधु अपेक्षा परसूत्रम् अपि अस्ति पूर्वता सिद्धं। आं भगिनि, परन्तु गतवर्गे अपि दृष्टवन्तः अलिच न कार्यं करोति रेप् लकारस्य अनन्तरम् इति पठितवन्तः, अहं चिन्तयामि अस्तु पूर्वमपि अस्तु क्षम्यतां भगिनि धन्यवादः। अस्तु हलन्त इति धातु गतसप्ताहे वयं कृतवन्तः, इदानीं पुनः कुत्र जनसनखन अपि वयं कृतवन्तः. अहमपि हन्धातु हन्धातु करणीयम् इदानीं हन्धातु यङन्तधातु सिद्धि. अहं पठामि वा कोऽपि अन्यः अस्ति वा? हन्धातु पुष्प अस्मि. ओ भवती पठति पठितुम् इच्छति हन्धातु यङन्तधातु सिद्धि. पठामि. सम्यक् विवरणं कृतं कर्तुं शक्नोमि अहं करोमि. हलन्तधातूनां यङन्त हन्धातो हन्धातोः यङन्तसिद्धि हलन्त गतसप्ताहे कृतवन्तः. हा हा हा अस्तु. हन् हन् कुर्मः न हन् हन् अस्तु. जनकन तत् कृतं न तत् तत् अभवत्. अस्तु एकनिमिष अग्रे गच्छामि. अस्तु हा हन् धातोः यङन्त धातु सिद्धिः तदेव न हन् तत् पुनः कृतं एतद् ग्रे ग्रो यङि न पुनः कृतं तद् तत् वयम् इदानीं चर्चितवन्तः. तद् पूर्वे अपि कृतं न तद् यु डिड् इट् अगेन्. अस्तु अस्तु. ऐ वाज़् नाट् देयर् इन् द बिगिनिङ्ग्. हा हन्तेर् हन्तेर् हिन् हिंसायां यङि घ्नी भावो वाच्यः वार्तिक अस्ति. नुगतो अनुनासिकान्तस्य इति सूत्रस्य प्रसङ्गे दत्तम् एतत् वार्तिकसूत्रम् इत्यनेन हन् धातोः हिंसा अर्थे सति तस्य घ्नी आदेशः भवति यङिपरे. अत्र हन् यन् हन् योगः यङ् हन्तेर्हिंसायां यङि घ्नी भावो वाच्यः अत्र घ्नी हन् तु घ्नी योगः या आगच्छति. अत्र हन् पूर्वतन परिवर्तनं कृतम् अत्र घ्नी योगया तत्तु घ्नीयोगः या घ्नी द्वित्वं कृतं परे परे घ्नी या अत्र घी घ्नीया अत्र नकारस्य लोपः भवति दीर्घस्य ह्रस्वः भवति आगच्छति. अत्र चलां चे कारणेन जी जिघ्नीय भगिनि जलां चे जी न जलां च आमां न जलां दशन्ते न कुहोचु अभ्यासे चर्चा अभ्यासे चर्चा घी तु जी आगच्छति. न जी अल्पप्राण जी तद् तद् अभ्यासे चर्चा कुहोचु प्रथमं प्रथमं तु कुहोचु कुहोचु घी तु जी आगच्छति कुहोचु सम्यक् कुहोचु जी जी घ्नीया अत्र गुणकार्यम् आगच्छति जेघ्नीया केन सूत्रेण गुणकार्यं गुणोलिङ्गो गुणोलिङ्गो द्वित्वं तत् ह्रस्वः तदेव जेघ्नीया इति यङ् धातुः जेघ्नीयते इति तिष्ठति हिंसार्थे नास्ति चेत् घ्नी आदेश इदानीं प्रतिपादतु प्रथमं. हा अत्र हन् धातोः हन्तेर्हिंसायां यङि घ्नीभावो वाच्या इत्यनेन अत्र घ्नि आदेशः भवति, आदेशः आगच्छति इति. हन्स्थाने घ्नि आगच्छति, आदेशः भवति इति. हन्स्थाने या केवलं लकारस्थाने? अत्र इत्यनेन हन् धातोः तस्य घ्नि आदेशः भवति. काचित् सर्वस्य पूर्व सम्पूर्ण पूर्वतन हन् धातोः घ्नि आगच्छति, सम्पूर्णधातोः सम्पूर्णधातुः. अत्र द्वित्वं भूत्वा यङ् यङ् लुकि तत्र यङ् अस्ति, द्वित्वं भूत्वा घ्नि घ्नीयां परे तु नकारस्य लोपः भवति. तत्तु किं हलादिशेषः न हलादिशेषः, हलादिशेषः इत्यनेन घी घ्नीया आगच्छति. कोः चुः इत्यनेन घी घ्नी या तु झी घ्नीया आगच्छति. अत्र अभ्यासे चर्चा जिघ्नीया गुणे गुणयङ्लुकोः इत्यनेन जेघ्नीया, जेघ्नीया इति यङ्गन्तधातुः अङ्गं जेघ्निये इति लट् रूपम्. अत्र अतो अतो गुण अतो गुणे जेघ्नीयते इति अकारः एव तिष्ठति. आदेशः भवति. अस्तु, हिंसार्थे नास्ति चेत् घ्नि आदेशः न भवति. तत्तु हन् हन् हन् हन् अत्र जे घ्नि न आगच्छति, अत्र हकारस्य जकारः भवति. कोः चुः न हन् अत्र जकारः आगच्छति. किं सूत्रात् जकारः आगच्छति? अभ्यासाश्च इत्यनेन भवान् इदानीं पठतु. अस्तु, जीग्निय इति चतुर्थजकारः अस्ति. अत्र कुहचुः इत्यनेन जकारस्य जस्वं भवति. अनन्तरं जेग्निय इति जीग्निय गुणयङ्लुको इत्यनेन गुणः भवति. जेग्निय इति जेग्नियोः जेग्निय लट्रूपं जेग्नियते इति. अत्र अधोगुणे इति कार्यं करोति, अधः पूर्वपरयोः पररूपम् आगच्छति. जेग्नियते इति रूपं सर्वे कृतं सर्वे कृतं अभ्यासचाति तत् रूपम् अस्ति. सर्वे अपि कृतम् अभ्यासे चर्चा अतो गुणे गुणो लङ्लुके एङ्लुके सर्वे कृतम्. अग्रे पठतु महोदय अभ्यासच्च. अभ्यासच्च अत्र हिंसायां नास्ति चेत् अभ्यासच्च इति सूत्रं कार्यं करोति. इत्यनेन अभ्यासात् हन् धातोः अकारस्य स्थाने कवर्गादेशः. हन् योग यं द्वितीय अभ्यासकार्यं ह ह न्य ज ह न्य अभ्यासे उत्तर हकारस्य पुत्वं ज ग न्य अभ्यासस्य नुक् आगमः. संगम्य अनुस्वारस्य परसवर्णः आदेशः. जङ्गन्य जङ्गन्य इति जङ्गन्धरूपधातुः जङ्गन्यते इति. अभ्यास सूत्रं वदति, सूत्रं पठामि. अस्तु, अभ्यासात् हन् धातोः अकारस्य स्थाने कवर्गादेशो भवति. अभ्यासात् पञ्चम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम्. ओ हन्ते निन्नेषु इत्यस्मात् कः हन्तेः इत्यनयोः अनुवृत्तिः चजोः कुः गिण्यते गिण्यतोः इत्यस्मात् अकु इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अभ्यासात् च हन्तेः अङ्गस्य कः कुः सूत्रं वदति अभ्यासात् हिंसायां सूत्रम् इत्यस्य अर्थम् हन्तेः इत्यस्य हिंसायाम् अर्थे न भवति चेत् अत्र अभ्यासः च इति सूत्रं कार्यं करोति. अभ्यासात् हन्धातोः अकारस्य स्थाने कुः कवर्गादेशः पूर्वं सूत्रं हन्ते हिंसायां मङ्गि गिरीभाववाच्यः इति वार्तिकं केन पूर्वतन सम्पूर्ण हन्धातोः एव अनेकाचित् सर्वस्येन गिरिः भवति. परन्तु अभ्यासत् सत्य इत्यनेन हन्धातोः हकारस्य एव कुत्वं भवति. अतः अभ्यासात् इति च हन्तेः अङ्गस्य कः कुः हकारस्य कुः इति भवति कवर्ग आदेशः भवति. अनन्तरम् अभ्यासात् पञ्चमी अस्ति साधु अभ्यासात् पञ्चमी आमाम् आम् आम् अभ्यासात् कार्यं करोति हन् यङ् द्वितीय अभ्यासकार्यम् अतः ह ह इति अनन्तरं न्याय इति अत्र अजीर्णमञ्जनं महोदय वक्तव्यं साधि अजीनं दातो अजीर्णमञ्जनम् अजीर्णम् अजीर्णमञ्जनं संयोजनम् अजीर्णमञ्जनं परेण संयोजनम् इति भाष्यकारेण अत्र पूर्वतनस्य एकाचोपन्यादि संयोजनं भवति. अनन्तरं एकाचोद्वे द्वितीयस्य प्रथमस्य इत्येन पूर्व ह्रस्वी अचूर्ण एव द्वितीयं भवति ह ह अन्यादि कुहोचुः इत्यनेन जकार चतुर्थजकारः भवति. अनन्तरं अल्पप्राणः भवति किं वदति अत्र प्रथमं अभ्यासचर्चा इत्यनेन जकारः भवति भवति. अनन्तरम् आकारस्य कृतं भवति अभ्यासस्य द्वितीयस्य अनन्तरमेव आकारस्य कृतं भवति. अतः आकारः मृदुव्यञ्जनं तदेव चतुर्थगकारः अपि मृदु अतः आकारस्य गकारः गकारः ज ग ञ इति. अनन्तरम् अभ्यासस्य नुक् आगमः भवति नुकुतो अनुनासिकान्तस्य इति सूत्रेण अत्र निमित्तम् अनुनासिक हन् वर्णः अनुनासिक वर्णः अङ्गम् अनुनासिक अङ्गं सम्यक् वा अधः अङ्गम् अद्यन्त अद् अस्ति अत् अस्ति अभ्यास अभ्यासस्य अकारः अस्ति अधः तृतीयं तृतीयं यङ् यङ् लुकि परे भवेत् प्रथमम् अनुनासिक अङ्गम् अनन्तरं अभ्यासस्य पर अकारः अस्ति अनन्तरं यङि परे त्रीणि त्रीणि निमित्तानि अस्तु धन्यवादः धन्यवादः यद्यपि भवान् इदानीं भवतः अहं जानामि न जयम् अनुस्वारः भवति अतः नृकामः भवति नृकामस्य अनुस्वारस्य उपलक्षणं भवति जङ्गन्य अनुस्वारस्य परसवर्णः इति जङ्गन् नकारः भवति जङ्गन्य इति अत्र द्विरूपं भवति एकरूपम् अनुसारभावेन सम्यक् प्रोनौन्स् करोमि सङ्गञ्ज्ञ अनन्तरं जङ्गञ्ज्ञ इति इदानीं लट्लकाररूपं जङ्गञ्ज्ञते जङ्गञ्ज्ञते इति साधु भवान् जानाति किम् अर्थम् अस्ति यदि हिंसा अर्थे नास्ति अन्धातो अन्धातो हिंसा अर्थे यदि नास्ति अन्य अर्थं किम् अस्ति भवान् जानाति न अतः एव अभ्यासु न न भगिनी अर्थं किम् अस्ति गत्यर्थक इति ओ गत्यर्थक कथं वाक्यं भवति कुत्र हन्ति यदि हिंसा विदालमूषकं भेघिनीयते द्वे रीत्या अस्ति वा भगिनि अत्र अनुस्वारः व्ययिपरसवर्णः इत्यनेन ञकारः आगच्छति तत् अनुस्वारः अपि अस्तु वा पदान्तस्य वक्तव्यं महोदय इत्यनेन यदि यकार स्थानिवत् भवति शब्दकोशे दत्तमस्ति भगिनि कृशोधरी इति तत्र तु गच्छति इति अर्थे पुनः वदतु कुञ्जं हस्ति गजः इति मन्ये गज कुञ्ज इति कुञ्जं हन्ति अत्र किम् अस्ति कृशोधरी इति कृतं कुञ्ज इत्यस्य अन्यर्थः अस्ति कृशोधरी कृशोधरी इत्युक्ते किं कृश उदरी इति वा कृश उदरी कुञ्जं हन्ति तर्हि कुञ्जम् इति न भवति कुञ्जः इति पुल्लिङ्गशब्दः खलु द्विभामपि अपि अस्ति नपुंसकलिङ्गे अपि अस्ति तर्हि अस्तु अस्तु कृश उदरी उदरः यस्य उदरः कृशम् अस्ति तादृशकृशोदरी कुञ्जं कुञ्जं हन्ति इति कुञ्जः गच्छति इति स्नानेन कुञ्जं हन्ति कृशोदरी इत्युक्ते कृशोदरी कृश उदरी कुञ्जः हन्ति इत्युक्ते गच्छति इति तादृशार्थः अनन्तरं शीतान्तरेषु स्नानेन समुपार्जित सत्कृतिः सुरस्तो श्रोत श्रोतस्विनीम् एष हन्ति सम्प्रति सादरम् इत्युक्ते तीर्थान्तरेषु समुपार्जितसत्कृतिः क्षम्यतां तीर्थान्तरेषु स्नानेन समुपार्जितसत्कृतिः यत् पुण्यं वयं लभामः तदस्ति खलु समुपार्जितसत्कृतेः कारणेन यत् पुण्यं वयं लभामः तत्तु वयं तीर्थान्तरेषु स्नानेन श्रोतस्विनीम् एष सम्प्रति सादरं हन्ति यत्र सादरं हन्ति इति प्रायः तत्र तीर्थस्नानं वयं स्नानकरणेन तत्र समुपार्जितसत्कृतिः गच्छति गच्छति इत्युक्ते प्राप्नुमः इति अवगच्छामि तर्हि विवक्षाम् अनुसृत्य वयम् अवगच्छामः इति प्रायः इति भाति. तु कस् पत् पद् इति त्रयाणं धातुना अहं पठामि एतत् भवती कस् कस् पत् पद् इति त्रयाणां धातूनां यङन्तधातुसिद्धि नीक् वञ्चु संसृ ध्वंसु भ्रंसु कस् कस पत पद कन्तां वञ्च संस ध्वंस भ्रंस कस् पत् पद् स्कन्द एतेषां धातूनाम् अभ्यासस्य नीक् आगमो भवति यङि यङ्लुकि च वञ्चुश्च संसुश्च ध्वंसुश्च भ्रंसुश्च कसश्च पतश्च पदश्च स्कन्द च तेषाम् इतरेतरद्वन्द्व वञ्चु संसु ध्वंसु भ्रंसु कस पत पद स्कन्द तेषां नीक् प्रथमा अन्तं वञ्चु संसु ध्वंसु भ्रंसु कस पत पद स्कन्दां षष्ट्यन्तं द्विपदमिदं सूत्रम्. अत्र लोपोऽभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्ति गुणो यङ् लुको इत्यस्मात् यङ् लुको इत्यस्य अनुवृत्ति अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं वञ्चु संसु ध्वंसु भ्रंसु कस पत पदस्कान्दाम् अङ्गस्य अभ्यासस्य नीक् यङ् लुको नीक् वञ्चु संसु ध्वंसु भ्रंसु कस पद पदस्कन्नाम् इति सूत्रेण ये उल्लिखिता धातवः सन्ति वंश संस् ध्वंस् भ्रंस् कस् पद् पत्स्कन् तेषां धातूनाम् अभ्यासस्य नीक् आगमः भवति यङ् यङि लुकि च. यथा उदाहरणमस्ति कस् योग यङ् अत्र कस् ककस्य चकस्य चनिकस्य इति यङ् धातु चनिकस्यते. कस् यदि धातुः अस्ति तस्य धातुक्रियासंहारे हलादे काचनेन यङ् विधानं भवति. तदनन्तरं संयङ्गोनेन सनाद्यं धातु भवति. तदनन्तरं संयङ्गोनेन कोऽपि अङ्गकार्यं नास्ति. संयङ्गोनेन द्वित्वं भवति. ककस्य इदानीम् अभ्यासस्य कार्यं भवति. कुहोचु अनेन ककारस्य चकारः भवति. चकस्य चकस्य इदानीं नीक् वञ्चु संशोधन कस् इति उल्लिखितधातुः अस्ति तस्य नीक् आगमः भवति. अनुबन्धलोपानन्तरं नी अवशिष्यते. अपि नीक् इति कित् अस्ति अतः आद्यन्तटकतौ अनेन टकितो अनेन अभ्यासस्य तदनन्तरम् आगच्छति. अभ्यासस्य नीकागमः अस्ति इति निमित्तम् अस्ति. सो चन्निकस्य इति यङन्तधातु योग शप् योग ते आगच्छति अतो गुणेन चन्निकस्य ते इति रूपं भवति. भगिनी मम एकः प्रश्नः अस्ति. अत्र यत् सूत्रं कस पत तत्र अकार श्रूयते. इदानीं यद् धातुः अस्ति केवलं कस् पत् पद् इति अस्ति तत्र अकार न इति उच्चारणार्थे अस्ति प्रायः तदेव उच्चारणार्थे इति किन्तु अपि यदि इतरेतरद्वन्द्व इति लिखितमस्ति तत्र अपि अकारः अस्ति. कसश्च पतश्च न तु कश्च पश्च इति तदेव केवलम् उच्चारणार्थं तदा उच्चारणार्थे अत्र किमपि अस्ति वा इति पश्यामि. एवमेव पत् योगयां तस्य रूपं भवति पपनि पपन् पपनित्यते साधु पपत्नीय पपनित्य पणिपद्यते पणिपद्यते पणिपद्यते पणिपद्यते पणिपद्यते हा पणिपद्यते पणिपद्यते अस्तु अस्तु अत्र वञ्च् सन्स् ध्वन्स् भ्रंस् कञ्चित् धातव अनुधातूनां स्थले वक्ष्यमाण अग्रे आगच्छति तस्य इदानीम् अत्र प्रश्नो वदति कस्य ककस्य चकस्य चनिकस्य इति स्थितौ यदि चनि अभ्यासः अस्ति तर्हि किमर्थं गुणो यङ् लुको अत्यनेन गुणं भूत्वा चनिकस्य इति न स्यात् उत्तरत्वेन विधानस्य सामर्थ्यात् गुणो न भवति इष्टः यङन् धातु यदि चनिकस्य इति अभविष्यत् तर्हि पाणिनिः साक्षात् नेक् इति आगमम् अकरिष्यत् आगमः यदा कोऽपि भवितुम् अर्हति तदा पाणिनिः साक्षात् नेक् इति आगमं व्यधास्यत् एतादृशात् स्वातन्त्र्यतात् आगमस्य सामर्थ्यं वर्तते अनेन सामर्थ्येन नीक् इत्युक्तं चेत् नीक् इत्य एव इष्टम् अस्मिन् सामर्थ्ये लाघवमपि अस्ति अत्र प्रश्नः वदति यदि चनिकस्य रूपम् आगच्छति चनिकस्य तत्र कथं गुणोयङ्लुको अस्य कार्यं न भवति चनिकस्य इति भवति उत्तरमस्ति तस्य पाणिनि साक्षात् यत् नीक् आगम लिखितवान् तत्र यदि च नेकस् भवति तो नेक् आगमम् अपि कर्तुं सूत्रे लिखितुं शक्नोति किन्तु तत् न अभवत् कारणं कि इष्टरूपम् अस्ति चनिकस् अतः केवलं नीक् एव कर्तव्यं न तु तस्य गुणम् इति तावत्पर्यन्तं कृतवन्तः वर्गे भगिनी आं भगिनि अहं अद्यतनवर्गे एतत् चर्चितुम् अवगच्छामि अस्माकं प्रश्नः न सन्ति विरमामः वा अस्तु धन्यवादः धन्यवादः भगिनि शिवरात्रि पर्वस्य शुभाशय शुभाशय